गीताश्रीधर् अस्ति वा? अस्मि भगिनि. अत्र आरम्भश्लोकं वक्तुं शक्यते वा? शक्यते भगिनि, मया शक्यते. येनाक्षमधिगम्य मकेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वत्यै नमः. ॐ श्रीवाग्देव्यै नमः. श्रीगुरुभ्यो नमः. हरिः ओम्. सर्वेभ्यः नमस्कारः. अत्र व्याकरणविषये ये आगतवन्तः तेषां नमो नमः. अनन्तरम् अत्र इदानीम् अत्र बलाबलचिन्तनम् अष्टाध्याय्याः सूत्रक्रम अयोजनं योजनं किम् इति अत्र योजनमपि कर्तुं शक्यते. अनन्तरम् अत्र बलाबलचिन्तनं किम् इति दृष्टवन्तः. अत्र अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति वा एकस्मिन् पक्षे? अत्र एकस्मिन् समये अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति चेत् अत्र तुल्यबलविरोधः भवति. तुल्यबलविरोधः सुपि च अनन्तरं बहुवचने जल्येत् इति विषये दृष्टवन्तः. अनन्तरम् अत्र आद्गुणः बृदुरेचि एतत् दले अपि दृष्टवन्तः. अनन्तरं विप्रतिषेधे परं कार्यं कुत्र भवति इति एकस्मिन् पक्षे अत्र चित्रमस्ति, एतदपि दृष्टवन्तः. अनन्तरं पूर्वसूत्रात् परसूत्रं बलवत् भवति, परसूत्रात् नित्यसूत्रं बलवत् भवति, नित्यसूत्रात् अन्तरङ्गसूत्रं बलवत् भवति, अन्तरङ्गाणाम् अपवादानाम् उत्तर उत्तरो बलीयः इति दृष्टवन्तः. अथवा तत्र तुदादिभ्यः शः इति तुदादिगणे स्वीकुर्मः चेत् अत्र एकस्मिन् पक्षे एतत् गुणः भवति, परन्तु गुणः स्वीकुर्मः चेत् अत्र अनिष्टरूपं भवति इति. पुहन्दलघुपदस्य च उपादायां यत् उकारः तिष्ठति तत् स्थाने ओकारः भवति. इदानीम् अत्र ओकारः स्वीकुर्मः चेत् पुहन्दलघुपदस्य च इत्यनेन तत्र तोदति इति भवति. तोदति इति अत्र अनिष्टरूपं भवति, अतः तत्र गुणः न भवति. तुद् योगः अनुबन्धलोपानन्तरं शप् मध्ये अकारः तिष्ठति. ति इति प्रथमपुरुषविवक्षायां ति अस्ति, अतः तत्र वर्णमेलनेन तुदति इति भवति. अनन्तरम् अत्र नित्य अपि अन्तरङ्गं बलीयः, नित्यसूत्रं बलवत् भवति इति दृष्टवन्तः. परन्तु नित्यसूत्रात् अपि अन्तरङ्गसूत्रं बलीयः, अन्तरङ्गे बहिरङ्गम् असित्वम् अस्ति. यत्र बहिरङ्गसूत्रम् आगच्छति तत् स्थाने अन्तरङ्गस्थाने बहिरङ्गसूत्रम् असिद्धत्वं भवति इति दृष्टवन्तः. इदानीम् अत्र कुत्र अत्र प्रथमतया अन्तरङ्गप्रसङ्गे निमित्तं नाम किम् इति निश्चेतव्यम् इति अत्र अस्ति. एतद् विषये पश्यामः. लोपो व्योर्वलि अहम् एतत् विषये पुनरपि वदामि. अत्र पूर्व उपस्थितनिमित्तिकस्य अपि अन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते, तिष्ठति एव, तदपि अनन्तरङ्गं तदपि अन्तरङ्गम्। इदानीम् अत्र अस्य सूत्रस्य बोधनार्थम् अत्र दृष्टान्तः दीयते अधः। इदानीं शिव् इति धातुः स्वीकुर्मः चेत् अत्र न इति प्रत्यय अस्ति, न इति प्रत्यय तु उनादिप्रत्यय मध्ये अस्ति एव इति मया सूचितम्। एतदपि उनादिप्रत्यय मध्ये मया एतस्मिन् विषये अत्र किं वाट्साप् द्वारा अपि प्रेषितम् उनादिसूत्रविषये। एतदेव अत्र उनादिसूत्रपाठः, अत्र न इति प्रत्ययं किमर्थम् आगच्छति इति मया प्रेषितम्। अत्र दृश्यतु, पुनरपि दृश्यतु अत्र एकवारं, सर्वे दृष्टवन्तः इति मम चिन्तनम्। अस्तु, इदानीम् अत्र शिवयोगः न इति अवस्थायां त्रयाणां सूत्राणां प्रसक्तिः भवति। लोपो व्योर्वलि, एतत् किं सूचयति? वकार यकार लोपः भवति। अत्र स्युव् इति अस्ति, अत्र वकारः अस्ति, अतः तत्र लोपो व्योर्वलि इति सूत्रेण वकारस्य लोपः भवितुम् अर्हति एव। अनन्तरं छोः चकारवकारयोः सूड् अनुनासिके ऊट् आदेशः भवितुम् अर्हति इति अपि सूचितवन्तः। एतत् सूत्रमपि वकारः अस्ति, अतः एतदपि अत्र आगत्य कार्यं करोति इति वयं दृष्टवन्तः। इदानीम् अत्र पुहन्तलघुपदस्य च किमर्थं चेत् पुहन्त लघु उपदायां स्थितस्य लघु इक् अस्ति, इक् मध्ये पुहन्तलघुपदस्य च इकारः तिष्ठति। अत्र पुहन्तलघुपदस्य च इत्यनेन त्रिषु लिङ्गेषु ईकारस्य स्थाने एकारः सेव् इति भवितुम् अर्हति अपि। अतः एकस्मिन् स्थले लोपो व्योर्वलि, भोः सूडनुनासिके च, उभन्तलघुपदस्य च अत्र आगत्य कार्यं कर्तुं शक्यते एव। लोपो व्योर्वलि इदानीं मया उक्तं, भोः सूडनुनासिके अपि च मया उक्तम्, उभन्तलघुपदस्य च इत्यपि मया उक्तम्। अत्र सार्वधातुक आर्धधातुकयोः पूर्ण अनुवृत्तिः भवति। अनन्तरं मिदेर्गुणः, अत्र यत्र मित् अस्ति तत्रापि गुणः भवितुम् अर्हति। अनन्तरम् इक् वर्णस्थाने गुणः अपि भवितुम् अर्हति, वृद्धिः अपि भवितुम् अर्हति। इको गुणो वृद्धि इति सूत्रेण, परिभाषासूत्रेण इकः स्थानि भवति यत्र स्थानि न उक्तव्यम्। इकः इति स्वीकुर्मः चेत् यत्र स्थाने यत् स्थाने किमपि आदेशः आगमः नाम इति कार्यं करोति तत् स्थाने स्थानिनः इति भवितुम् अर्हति, परन्तु एकः स्थाने भवति यत्र स्थाने न उक्तम् इति संस्कृतं किम् प्रश्नः अस्ति वा कोऽपि? अस्तु, इदानीम् अत्र अनुवर्तिसहितसूत्रम् उगन्तलघुपदस्य च लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः इति वयं जानीमः। इदानीम् अत्र एतत् विषये अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किमित्तम् एतत् निश्चितव्यम्। अत्र गीता श्रीधर् पठितुं शक्यते वा? आं भगिनि, पठतु। अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किमिति निश्चेतव्यम्। अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं वा इति ज्ञेयम्। अस्मिन् विषये च महती चर्चा भवति। अत्र अन्ततो गत्वा नागेशः इति नवीनवैयाकरणस्य मतम् अद्यत्वे स्वीक्रियते। तस्य मतं तु भाष्यकारस्य पतञ्जलेः एव इति अङ्गीकारः नाम यथा नागेशस्य चिन्तनं तथैव भाष्यकारस्य अपि भाष्यकारस्य चिन्तनं किं किमर्थं तथा च इत्यपि नागेशः प्रदर्शयति सारांशः अत्र उच्यते व्याकरणशास्त्रं शब्दशास्त्रमेव नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यं शब्दः नाम कः वर्णः पतं चेति यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति अर्थः तस्मात् भिन्नः संज्ञा च तस्माद् भिन्ना शब्दः अर्थवान् भवति अर्थविशिष्टः भवति अतः अर्थः शब्दस्य विशेषणं शब्दः एव विशेषः स च शब्दः व्याकरणस्य प्रमुखविषयः तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन शब्दरूपी निमित्तस्य प्रहरणम् तात्पर्यम् एवं यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गशब्देन शब्दरूपी निमित्तं स्वीक्रियते अत्र उदाहरणरूपेण अग्रे पश्यामः इदानीं पश्यतु अत्र प्रथमतया अन्तरङ्गप्रसङ्गे अन्तरङ्गसूत्रात् बहिरङ्गम् असिद्धं भवति इति दृष्टवन्तः प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किम् इति निश्चेतव्यम् अर्थकृतनिमित्तं वा अन्तरङ्गम् इत्युक्ते अर्थकृते निमित्तं भवति वा संज्ञाकृते निमित्तं भवति वा शब्दकृते शब्दकृतनिमित्तं भवति वा इति अत्र द्रष्टव्यम् अस्मिन् विषये बहवः चर्चा अभवत् एव नवीन वैयाकरणः मतं नागेशः इति अत्र स्वीकुर्मः चेत् तस्य उपायः अपि तस्य चिन्तनमपि भाष्यकारस्य पतञ्जलेः चिन्तनम् अत्र किं तुल्यं भवति इति भाष्यकारस्य चिन्तनं किं किमर्थं तदा च इत्यपि नागेशः प्रदर्शते नागेशः इदानीम् अद्यतनवैयाकरणसिद्धान्तः पतञ्जलिः तु पूर्वमासीत् खलु प्रथमम् अत्र पाणिनिना सूत्रं कृतं पाणिनिना यत् सूत्रं कृतं तत् वररुचि काद्यायने इत्यस्य वैयाकरणसिद्धान्तः तत्र वार्तिकं कृतवान् वार्तिकम् इत्युक्ते अत्र एतत् विषये किञ्चित् इतोपि बृहत्तया किञ्चित् एव विवरणं दत्तवान् पतञ्जलिमहोदयेन एतत् पूर्णतया बहु बृहत् रूपेण दत्तम् अत्र सूत्राणि विषये अत्र सारांशः किम् अस्ति चेत् व्याकरणशास्त्रे शब्दशास्त्रमेव अतः शब्दानुशासनम् इति उक्तवन्तः खलु यत्र यत्र अष्टाध्यायी सूत्राणि पठितसमये अतः शब्द अनुशासनम् इति अस्ति शब्दमेव अत्र अनुशासनं करोति शब्दशास्त्रमेव नाम व्याकरणशास्त्रे शब्दस्य एव प्राधान्यं शब्दः कथं भवति शब्दः नाम कः वर्णः पदं चेत् वर्णः मिलित्वा एव ध्वनिः भवति अत्र बालकः तिष्ठति अत्र एकः यजमानः तिष्ठति तस्य किङ्करः अपि समीपे तिष्ठति सः तु किङ्करस्य विषये कृते उक्तवान् तत् गौः आनय इति सः उक्तवान् सः बालकः इतः पर्यन्तं गौः इति पदं शब्दं न जानाति एव यत्र किङ्करः गत्वा अत्र गौः आनीतवान् तत् समये एव बालः अवगन्तुं शक्यते तत् पशु एव किमस्ति अत्र गौः इति पदं सः जानाति तत् समये एव सः ध्वनिः शब्दरूपेण तस्य मनसि तिष्ठति सम्यक्तया खलु अतः प्रथमं शब्दस्य प्राधान्यं भवति शब्दनामः कः शब्दनामः इति पदं नास्ति शब्दनाम एव एतत् नामन्न इति एव नपुंसकलिङ्गम् अतः किञ्चित् साये किञ्चित् स्थाने वयं श्रोतुम् अपि शक्नुमः नामः इति पदं नामः इति पदं कुत्रापि नास्ति एव शब्दः नाम कः वर्णः एतत् वर्णेन एव शब्दः भवितुम् अर्हति एतत् एव ध्वनिः भवति अर्थः तस्मात् भिन्नः अत्र गौः इति पदं तत् बालकेन श्रुतम् अतः अनन्तरमेव एव सः पूर्णतया गौः इत्युक्ते एकः पशु इति अर्थं ज्ञातवान् अनन्तरं संज्ञा च तस्मात् भिन्ना संज्ञा इति नामपदमस्ति खलु गौः इति नामपदम् अनन्तरमेव सः एतत् विषये चिन्तितवान् शब्दः अर्थवान् भवति शब्दः गौः आनय इति अत्र यजमानः उक्तवान् गौः ओ गौः इत्युक्ते पशु इति सः अर्थं ज्ञातवान् अर्थविशिष्टः भवति अतः अर्थः शब्दस्य विशेषणम् शब्दः एव विशेष्यः अत्र उन्नतः बालकः उन्नतः इति अत्र किम् अस्ति विशेषणं भवति खलु तादृशमेव अर्थम् इत्युक्ते शब्दस्य विशेषणं भवति अनन्तरं शब्दः इति बालकः इति विशेष्यः भवति स च शब्दः व्याकरणस्य प्रमुखविषयः शब्दः ध्वनिः भवति अनन्तरमेव अर्थः भवति अनन्तरम् एव संज्ञा सूचयति तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे बहिरङ्गम् अन्तरङ्गे असिद्धं भवति इति वयं द्रष्टुं शक्यते इदानीं परिभाषासूत्रम् अङ्गशब्देन शब्दरूपी निमित्तस्य ग्रहणं तात्पर्यम् एवं यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गे अङ्गशब्देन शब्दरूपी निमित्तं स्वीक्रियते अङ्गम् इत्युक्ते अत्र शब्देन शब्दरूपी एव स्वीक्रियते अत्र इदानीम् उदाहरणार्थं किम् अस्ति इति अग्रे पश्येम इदानीम् अत्र अनन्तलक्ष्मी पठतु महोदय अहं शृणोमि इदम् अस्तु अनिल् अनिल् महोदय पठतु उदाहरणार्थम् अत्र शिव योग न इति स्थितौ अङ्गसम्बन्धित्वम् इकत्वं लघुत्वम् उपधात्वम् एतत् सर्वं संज्ञानां भेदः अपि भेदेपि अपेक्षमाणः शब्दः तु शिव इत्येव अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसङ्गस्य शब्दशास्त्रे शब्दस्य एव प्राधान्यात् सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया उपास्थः शब्दः एव निमित्तपदेन गृह्यते न तु अर्थसंज्ञा वा इति अत्र पूर्वमेव वयं दृष्टवन्तः स्टिव् योगः न इति स्थिते अङ्गसम्बन्धित्वम् अस्ति, अनन्तरं लघु लघुत्वमपि अस्ति, इक् अपि अस्ति, उपधात्वम् अपि अस्ति. एतत् सर्वं संज्ञानां भेदः अपि अपेक्षमाणः शब्दः तु स्टिव् इत्येव. इदानीं स्टिव् इति शब्दः स्वीकुर्मः चेत् किं किम् अस्ति चेत् इक् उपधायमस्ति, इक् अस्ति, लघुत्वमपि अस्ति, एतत् अङ्गमपि अस्ति, सर्वे अत्र मिलित्वा एतत् स्टिव् इति पदम् अत्र अस्ति, अपेक्षमाणः शब्दः. वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य. अङ्ग इति संज्ञा, संज्ञा इति नाम. शब्दशास्त्रे शब्दस्य एव प्राधान्यम् इदानीमेव दृष्टवन्तः, शब्दस्य एव प्राधान्यमिति. अनन्तरम् एतत्तु सप्तम्यन्ततया, पञ्चम्यन्ततया वा निमित्ततया उपास्तः शब्दः एव निमित्तपदेन गृह्यते. सप्तम्यन्तम् अस्ति चेत् पूर्वकार्यं, पञ्चम्यन्तं चेत् परकार्यम्. अत्र निमित्तमस्ति वा, निमित्ततया अत्र शब्दम् इति स्वीकुर्मः. अत्र निमित्तं किम् अस्ति चेत् इक्त्वमस्ति अपि अस्ति, लघुत्वम्, उपादायम्, अनन्तरम् अङ्गम् अपि, एतत् सर्वं वयं गृहीतुं शक्नुमः. उपास्तः अत्र उप योगः अस्धातोः तप्रतिम् एव निमित्तपदेन गृह्यते, न तु अर्थः संज्ञा वा. अत्र निमित्तमात्रेण एतत् अस्ति, अत्र अर्थः अपि नास्ति, संज्ञा वा इति. अत्र इतोपि एतत् स्पष्टीकरणार्थं दृष्टान्ते अत्र इतोपि उक्तवन्तः. गायत्री पठितुं शक्यते वा? आं महोदय, पठतु. दृष्टान्ते इको यणचि इति सूत्रेण तस्मिन्निति निर्दिष्टे पूर्वस्य इत्यनेन अजव्यहितपूर्वस्य इकः यणादेशो भवति. अचि इति सप्तम्याम् अस्ति. अनेन शब्दरूपे अनेन शब्दरूपनिमित्तमेव ग्राह्यं, न तु संज्ञारूपनिमित्तं. संज्ञा न शब्दः, संज्ञायाः इदमेव कार्यं संज्ञिनं विशेषयति. अच् इति संज्ञा तत्र, किन्तु अच् इति संज्ञा विशिष्टसंज्ञी अपेक्षते. अपि युक्तम् अस्ति, अप्य अस्ति इत्यस्मिन् अकारः संज्ञी, इति युक्तम् उपस्थितम् इत्युपस्थितम् इत्यस्मिन् उकारः संज्ञी, तस्य च उकारस्य संज्ञा अच्. अतः अचि इति पदं संज्ञीपदं, न तु संज्ञापदम्. अत्र संज्ञी उकारः निमित्ततया आश्रितः, न तु संज्ञा. अयम् उकारः शब्दः. सूत्रेषु सप्तम्यन्ततया वा पञ्चम्यन्ततया वा यः निमित्ततया गृह्यते स च शब्दः, न तु संज्ञा वा अर्थे वा अर्थो वा अर्थो वा. आम्, अत्र एतदपि पठतु. तस्मिन् इति अत्र एतत् पठतु. तस्मिन् सप्तमी एकवचनं इति निर्दिष्टे पूर्वस्य. इदानीं सूत्रं पठतु. तस्मिन् इति निर्दिष्टे पूर्वस्य. एतदपि पठतु. सूत्रेषु सप्तमी विभक्तेः साहाय्येन यस्य शब्दस्य उल्लेखः क्रियते तस्मात् अव्यवहितस्य पूर्वस्य कार्यं भवति. अत्र एतदपि पठतु. अष्टाध्याय्याः इदं परिभाषासूत्रमस्ति. भिन्नेषु सूत्रेषु यत्र सप्तमीविभक्तेः प्रयोगः कृतः दृश्यते तत्र निर्दिष्टं कार्यं तस्मात् सप्तम्यन्तशब्दात् अव्यवहितस्य पूर्वस्य भवति इत्युक्ते विना व्यवधानं पूर्वं यः शब्दः यत् वा शब्दस्वरूपं विद्यते तस्यैव एतत् कार्यं भवति इत्याशयः. सप्तमीविभक्तेः एतादृशः कृतः प्रयोगः एव परसप्तमी नाम्ना अपि ज्ञायते. इदानीम् उदाहरणरूपेण युको यनचि इति अस्ति. एतत् सूत्रं तस्मिन् इति निर्देश्य पूर्वस्य पूर्वकार्यं परे निमित्तम् इति सप्तमी सूचये. इत्यनेन अच् व्यवहितस्य पूर्वस्य इकः यनादेशः यत्र इक् अस्ति तत्र तत् स्थाने यन् इति आदेशः भवति इति वयं जानीमः. इदानीम् अचि इति सप्तम्यन्तम् अस्ति. इको यन् अचि इति अत्र अचि इति सप्तम्यन्तम् अस्ति. अनेन शब्दरूपनिमित्तमेव निमित्तम् एव अत्र ग्राह्यम्. शब्दरूपनिमित्तम् एव अत्र अचि इति अस्ति. एतत् शब्दरूपनिमित्तमेव ग्राह्यं न तु संज्ञा रूपनिमित्तम्. अत्र संज्ञा न सूचयति, शब्दमेव सूचयति. एतत् व्याकरणशास्त्रे एतत् दत्तं. किमर्थं दत्तम् इति अत्र पाणिनिना एतत् दत्तं. किं दत्तम्? असि इति शब्दं सप्तम्यान्तं भवति, शब्दरूपमेव अत्र ग्राह्यं, संज्ञारूपं न ग्राह्यम् इति तत्र दत्तवन्तः. संज्ञा न शब्दः, संज्ञा इति न शब्दः इति दत्तम्. संज्ञा इति नाम अस्ति खलु, अत्र शब्दः इति दत्तं. किमर्थं दत्तं? संज्ञायाः इदमेव कार्यं संज्ञिनं विशेषयति. अच् इति संज्ञा भवति तत्र, किन्तु अच् इति संज्ञा विशिष्टसंज्ञी अपेक्षते. इदानीम् अवयवः अस्ति अस्माकं कृते, अवयवः पादः, चक्षुः, नासिका, एतत् सर्वाणि अङ्गानि सन्ति. एतत् मिलित्वा एव पूर्णतया अवयवी इति वक्तुं शक्यते. तादृशमेव अच् इति संज्ञा विशिष्टसंज्ञी अपेक्षते. अत्र संज्ञी अपि पूर्णतया, अवयवी अपि पूर्णतया अत्र अपेक्षते एव. अपि इति अस्ति, अपि योगः अस्ति. अत्र अप्यस्ति इत्यस्मिन् अकारः संज्ञी भवति. अस्ति इति परे अस्ति खलु, एतत् संज्ञी इति वक्तव्यम्, अवयवी इति वक्तव्यम्. अतः तत्र अपि इति अवयवः, अवयवरूपेण अपि तिष्ठति. अत्र परे यत् अस्ति, अस्ति इति अस्ति खलु, एतत् अकारः एव अत्र संज्ञी पूर्णतया एकः अवयविरूपेण तिष्ठति अत्र. इति योगः उपस्थितम् अत्र, इत्युपस्थितम् अत्र इकारस्य स्थाने यकारः आगत्य इत्युपस्थितम् अत्र यनादेशः भवति, इक् यनः इत्यनेन. इत्यस्मिन् अत्र उकारः एव संज्ञी अवयवीरूपेण तिष्ठति. तस्य च उकारस्य संज्ञा अच् भवति. इदानीम् अत्र उकारः संज्ञा अच् एव भवति. अचि इति पदं संज्ञी पदम् इदानीमेव वयं दृष्टवन्तः. अत्र अपि योगः अस्ति, अस्ति अस्ति अस्ति परे अस्ति, तत् अकारः एव अत्र संज्ञीपदम्, न तु संज्ञापदम्. अत्र संज्ञी उकारः यत्र परे आगच्छति एतदेव संज्ञी. उकारः निमित्ततया आश्रितः, अत्र एतदेव आश्रयं भवति. परे यत् वर्णः अस्ति एतत् आश्रित्वा एव अत्र इको यनचि इति कार्यं भवति. अतः एव इकः स्थाने यनः आगच्छति. निमित्तमत्र आश्रित्य एव कार्यं भवति, न तु संज्ञा. मया उक्तम् अस्ति इत्यनेन अकारः इति उपस्थितम् इत्यस्य उकारः एतत् संज्ञीरूपेण एव तिष्ठति, अवयविरूपेण तिष्ठति। अयम् उकारः शब्दः सूत्रेषु सप्तम्यन्ततया वा पञ्चम्यन्ततया वा यः निमित्ततया गृह्यते स च शब्दः, न तु संज्ञा वा अर्था वा। अत्र निमित्तम् अत्र किम् अस्ति चेत् अपि योगः अस्ति इत्यस्य आ एव अत्र संज्ञी भवति। इति योगः उपस्थितम् इत्यस्मिन् उकारः एव संज्ञी भवति। एतत्तु निमित्तमात्रेण अत्र ग्रह्यते आश्रियते। एतत्तु संज्ञा वा अर्था वा इति नास्ति इति तत्र दत्तम्। अत्र इतोपि स्पष्टीकरणार्थम् अत्र एतद् विषये एव दृष्टान्तम् अत्र विहितुं शक्नोति शक्नुमः अपि। अत्र किञ्चित् क्लेशः अस्ति चेत् पुनरपि पठतु। अत्र संज्ञी क्या संज्ञी इति अर्थं किमर्थं? संज्ञी इत्युक्ते अवयवी, संज्ञा इत्युक्ते अवयवः। अवयवः अस्माकं कृते पादः, हस्तः, नासिका, चक्षुः, कर्णः, कण्ठः सर्वं भवति एव पृथक् पृथक्तया अस्ति संज्ञारूपेण। परन्तु अवयविरूपेण पूर्णतया वक्तुं शक्यते चेत् शरीरम् इति वक्तुं शक्यते। तादृशमेव अत्र संज्ञी इति रूपं स्वीकुर्मः। यत्र यत्र स्वीकुर्मः अपि योगः अस्ति इति स्थाने अकारः संज्ञी अस्ति इति योगः उपस्थितमस्ति चेत् अत्र उकारः संज्ञीरूपं भवति। तावदेव अत्र एतत् संज्ञा वा अर्था वा इति नास्ति। इतोपि अत्र स्पष्टीकरणार्थम् अग्रे अपि दत्तवन्तः। अनुसूया पठितुं शक्नोति वा? अनसूया नास्ति चेत् अत्र महालक्ष्मी पठतु। पठतु अनसूया पठतु। आम् अधुना किञ्चित् उच्चैः वदतु कृपया भगिनी। संज्ञा इत्यस्य उदाहरणं दृष्टम् इदानीं श्रुतं वा? आम् आम् सम्यक् पठतु। अधुना अर्थस्य स्त्रीलिङ्गे स्त्रीशब्दः अधिक आम् प्रत्ययः तिस्राणां त्रिचतुरो स्त्रियां तिस्रचतुस्र सप्तमाध्याये द्वितीयपादे नवसूत्रेण इत्यनेन स्त्रियां त्रिस्थाने तिस्र चतुरस्थाने चतुस्र विभक्तिसंज्ञकप्रत्यये पदे ृष्वनद्यापो नुट् सप्तमाध्याये प्रथमपादे पञ्चाशीति इत्यनेन ऋष्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः तदा नामि। सप्तमाध्याये चतुर्थपादे त्रिष्ट सूत्रेण अजन्ताङ्गस्य दीर्घः भवति नामि परे रामाणां न तिस्र चतुस्र सप्तम षष्टमाध्याये चतुर्थपादे चतुर्सूत्रेण इत्यनेन तिस्र चतुस्र इत्यनयोः नामि दीर्घो न भवति। न तिस्र चतुस्र षष्टमाध्याये चतुर्थपादे चत्वारः इति सूत्रं नामि षष्टमाध्याये चतुर्थपादे तिस्र इत्यस्य बाधकसूत्रं स्त्रि आम् इति स्थितो तेस्त्रयः सप्तमाध्याये प्रथमपादे त्रिपञ्चाशीति इत्यनेन त्रयादेशः त्रिचतुरो स्त्रियां तिस्रचतस्र सप्तमाध्याये द्वितीयपादे एकोननवनवतितम इत्यनेन तिस्र आदेशः द्वयोः प्रसक्तिः प्रत्ययः सप्तमाध्याये प्रथमपादे त्रिपञ्चाशति इति विच्छिन्नेन त्रिस्थाने त्रयादेशो भवति आम् प्रत्यये परि त्रिचतुस्त्रियां तिस्रचतुस्र सप्तमाध्याये द्वितीयपादे एकोननवतिनवतिनवतमसूत्रेण स्त्रियां त्रिस्थाने तिस्र आदेशः विभक्तिसंज्ञका प्रत्यये परे द्वयोः अन्यत्र लब्धावकाशो वर्तते अतः परत्वात् तिस्र आदेशस्य प्राप्तिः अत्र रुस्वनद्यापो नृट् नट् सप्तमाध्याये प्रथमपादे चत्वारपञ्चाशति इत्यनेन रुस्वात् अङ्गात् आम् प्रत्ययस्य नृट् आगमः तिस्र अधिकनाम् तदा नामी इत्यनेन आदिष्टस्य दीर्घस्य निषिध्यते न तिस्रचतुस्र इत्यनेन तिस्रणां तिस्रणाम् इति रूपम् अत्र किञ्चित् अत्र त्रि अनन्तरं चतुर् एतत् विषये किं किं सूत्रेण अत्र परिवर्त्यति इति तत्र दत्तम् संज्ञा इत्यस्य उदाहरणं दृष्टम् अधुना अर्थस्य विषये संज्ञा सञ्जी संज्ञी इति विषये अत्र इको एन्सि अपि अस्ति अनन्तरम् इति उपस्थितम् इत्यनयोः अत्र उदाहरणरूपेण संज्ञा इति किं संज्ञा इति किं वयं दृष्टवन्तः इदानीम् अर्थविशेषणम् अर्थविषये अधुना अर्थस्य विषये स्त्रीलिङ्गे त्रिशब्दः अस्ति अत्र त्रि इति शब्दम् इकारान्तः नित्यबहुवचनान्तः त्रि इति शब्दं त्रिषु लिङ्गेषु अपि बहुवचनरूपेण एव तिष्ठन्ति वयं जानीमः एव अत्र किञ्चित् इतोपि पुल्लिङ्गपदं किम् अस्ति चेत् त्रयः एव एतत् बहुवचनरूपम् अस्ति सर्वदा नित्यं बहुवचनमेव अनन्तरमत्र स्त्रीलिङ्गं द्रष्टुं शक्यते चेत् तिस्रः इति बहुवचने एव अस्ति अनन्तरं नपुंसकलिङ्गरूपेण वयं सर्वे जानन्ति एव त्रीणि इति अस्ति त्रीणि त्रीणि अस्तु इदानीमत्र त्रि इति इकारान्तपदमस्ति स्त्रीलिङ्गे इकारान्तपदमस्ति इदानीमत्र आम् इति षष्ठी बहुवचनमस्ति आम् अतः एतत् मेलनेन अत्र किं भवति चेत् तिसृणाम् इति अत्र स्त्रीलिङ्गे तिसृणाम् इति षष्ठी बहुवचने अस्ति त्रिचतुरोस्त्रियां त्रि तिस्रु चतस्रु इति भवति एतत् सूत्रं किं भवति त्रि अत्र बहुवचनरूपेण अस्ति चतुर् इति अपि अत्र एतदपि बहुवचनमेव परन्तु अत्र चतुर् इति रेपान्तपदमस्ति अनन्तरं त्रि इति इकारान्तपदमस्ति त्रिचतुरोस्त्रियां स्त्रियाम् इति अस्ति अत्र त्रि तिसृ चतसृ इति एव भवति इत्यनेन स्त्रियां त्रिस्थाने अत्र त्रिस्थाने तिसृ चतुर्स्थाने चतसृ इति अत्र आदेशः भवति स्मात् स्मात्स्मिन् इति अपि अस्ति स्मात् इति पञ्चमी स्वीक्रियते स्मिन् इति सप्तमी स्वीक्रियते तादृशमेव अत्र तिसृ चतसृ तिसृ त्रिस्थाने चतसृ चतुर्स्थाने पूर्णतया आगच्छति विभक्तिसंज्ञा विभक्तिसंज्ञकः प्रत्यये परे पूर्णतया अत्र अलोन्तस्य नास्ति अनेकाश्चित् सर्वस्य इति अनेकाल् पूर्णतया परिवर्तनं भवति त्रिस्थाने तिसृ चतुर्स्थाने चतसृ रस्व नद्यापो नुट् रस्वः भवति कुत्र भवति नदी आपः आपः इति पदं यत्र आगच्छति तत्र नुट् आगमः भवति इत्यनेन रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः भवति इदानीं रस्वात् अङ्गस्य आम् प्रत्ययस्य षष्टि बहुवचने नुट् आगमः तदा नामे इत्यनेन अजन्त अङ्गम् अस्ति चेत् दीर्घः भवति नामी परे इदानीं राम इति पदमस्ति अत्र रामाणाम् अत्र नामे प्रथमम् अत्र नामे इत्यनेन अजन्त अङ्गमस्ति कुत्र राम इति शब्दम् अकारान्तः पुल्लिङ्गः रामशब्दः अजन्तशब्दम् अकारान्तः अजन्तशब्दम् इदानीं रामाणाम् इति अस्ति अत्र आम् इति प्रत्ययमस्ति अत्र नुट् आगमः भवति इति पूर्वं दृष्टवन्तः न तिसृ चतसृ इत्यनेन तिसृ चतसृ इत्यनयोः नामी दीर्घः न भवति न तिसृ चतसृ इति सूत्रं नामी इत्यस्य बाधकसूत्रम् अस्ति अतः अत्र किमस्ति त्रियोगः आम् इति अस्ति तत् स्थाने स्थितौ त्रेस्त्रयः इत्यनयोः इत्यनेन त्रयादेशः भवति त्रि इति अस्ति खलु अत्र त्रयादेशः भवति केन सूत्रेण त्रेस्त्रयः इति सूत्रेण त्रिचतुरोस्त्रियां तिसृ चतसृ इत्यनेन तिसृ आदेशः द्वयोः प्रसक्तिः पूर्वमेव वयं दृष्टवन्तः त्रिस्थाने तिसृ अतः एव तिसृ इति अस्ति कुत्र भवति तिसृ इति तिस्रः इति बहुवचने स्त्रीलिङ्गमस्ति अत्र नाम योजनेन तिसॄणाम् इति भवति अनन्तरं त्रिचतुरोस्त्रियां त्रिषु चतुर्षु इत्यनेन तिसृ तिसृ आदेशः द्वयोः प्रसक्तिः इदानीं त्रयस्त्रयः इत्यनेन त्रिस्थाने त्रयादेशः भवति आम् प्रत्यये परे अस्ति चेत् त्रिचतुरोस्त्रियां तिसृ चतसृ इत्यनेन स्त्रियां त्रिस्थाने त्रिसृ तिसृ आदेशः विभक्तिसंज्ञकप्रत्यये परे अस्ति चेत् एव भवति इति पूर्वं वयं दृष्टवन्तः अत्र द्वयोः अन्यत्र लब्ध अवकाशः वर्तते अतः परत्वात् तिसृ आदेशस्य प्राप्तिः भवति तिसृ चतसृ इति सूत्रं न तिसृ चतसृ अत्र पश्यतु तिसृ चतसृ स्त्रियां तिसृ चतसृ इति परिवर्तनं भवति केन सूत्रेण अत्र एकोनशतम् इति सूत्रे किमस्ति सप्तम अध्याये द्वितीयपादे एकोनशतम् इति सूत्रेण त्रि इति अस्ति चेत् अत्र तिसृ इति भवति चतुर् इति अस्ति चेत् अत्र चतसृ इति भवति कुत्र भवति एतत् स्त्रियाम् एव भवति अत्र पुल्लिङ्गपदं किम् अस्ति त्रयः एव तिष्ठति परन्तु तिस्रः इति स्त्रीलिङ्गपदं परिवर्तनं भवति चतसृ अपि परिवर्तनं भवति कुत्र भवति स्त्रीलिङ्गं स्त्रीलिङ्गे भवति एव इदानीमत्र रस्वनद्य नद्य आपः नुट् रस्वं भवति कुत्र भवति नदी शब्दम् आपः तत् समये रस्वः अस्ति चेत् अङ्गात् आम् प्रत्ययस्य नुट् आगमः भवति तिसृ नाम इति स्वीकुर्मः चेत् अत्र नामे इत्यनेन आदिष्टरूपं दीर्घत्वं निषिध्यते. अत्र न तिसृ चतसृ तिसॄणाम् इति रूपमेव भवति. अत्र नामी इत्यस्ति इत्यनेन अत्र नुट् आगमः न भवति. न तिसृ चतसृ इत्यनेन तिसॄणाम् इति रूपं भवति. अत्र रेपः अस्ति. एतत् श्रुत्वा अत्र पूर्वं वयं दृष्टवन्तः अत्र एतत् पदं पश्येम किम् इतोपि अत्र दृढीकरणार्थम् अत्र पुनरपि एतत् विषये अपि दत्तवन्तः दृढीकरणार्थम्. अत्र किञ्चित् क्लेशः अस्ति एव. महालक्ष्मी पठितुं शक्यते वा? आम् माता पठतु. हरि ओं सुप्रभातं माता. सुप्रभातं पठतु. अस्यां प्रक्रियायां चतुरोस्त्रियां तिसृ चतुर्सृ अष्टमाध्याये द्वितीयपादे अष्ट अशीतिः इत्यस्मिन् स्थित्रयाम् इत्यस्य स्त्रियाम् इत्यस्य अतीनि नवनवतितमं सूत्रम् सूत्रम् अतिनि मित्तकत्वं स्वीक्रियते. अर्थनिमित्तकत्वं स्वीक्रियते चेत् तिसृ आदेश विद्याकशास्त्रम् विधायकशास्त्रं बहिरङ्ग भवति. त्रेस्त्रयः सप्तमाध्याये प्रथमपादे त्रिपञ्च इति त्रयादेश विद्याकशास्त्रं ओके विधायकशास्त्रं प्रति त्रिचतुरोस्त्रियां तिसृ चतुसृ सप्तमाध्याये प्रथमपादे नवनवति इत्यनेन स्त्रियां त्रिस्थाने तिसृ चतुर्स्थाने चतुर्सृ विभक्तिसंज्ञकप्रत्यये परे त्रेस्त्रयः सप्तमाध्याये प्रथमपादे त्रिपञ्चाशत् इत्यनेन त्रिस्थाने त्रयोदशो भवति. आम् प्रत्यये परे उभयत्र परिणीमितत्वम् अस्ति. अतः स्त्रियाम् इत्यस्य अतिनिमित्तत्वं इदानीम् अर्थविषये एव दृष्टवन्तः खलु. अर्थनिमित्तकत्वं स्वीक्रियते चेत् त्रिचतुरोस्त्रियां तिसृ चतुसृ सप्तमाध्याये प्रथमपादे नवनवीति इति बहिरङ्गं भवति. प्रथमपादं नास्ति. द्वितीयपादं क्षम्यतां सप्तमाध्याये द्वितीयपादे नवनवीति इति बहिरङ्गं भवति. त्रेस्त्रयः सप्तमाध्याये प्रथमपादे त्रिपञ्चाशत् इति सूत्रं प्रति. यतोहि त्रेस्त्रयः सप्तमाध्याये प्रथमपादे त्रिपञ्चाशतमम् इति सूत्रे किमपि अर्थनिमित्तं नास्ति. अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः अस्यां दशायां तिसृ आदेशस्य अभवात् तिसृ आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति तस्माच्च दीर्घात्वस्य निषेधकसूत्रं न तिसृ चतुस्रुः षष्टमाध्याये चतुर्थपादे चतुर्थ व्यर्थं तत्र भवेत् क्षम्यताम् न तत्र भवेत् इल तन्न भवेत् ओ तन्न भवेत् प्रथमम् अनुस्वारः अनन्तरं ये अनुस्वारस्य ऐवरसवनः इत्यनेन एव अत्र तत् न इति स्वीकृतम् इदानीं पूर्वमेव वयं दृष्टवन्तः अत्र एव उत्तरमस्ति त्रिस्थाने तिसृ चतुर्स्थाने चतसृ सूत्रे एव अर्थमस्ति कुत्र भवति इत्युक्ते स्त्रियाम् इत्यनेन एव अत्र स्त्रियाम् अत्र नदी आपः इति विषये अत्र स्त्रियाम् इति स्वीकुर्मः अर्थनिमित्तत्वं स्वीक्रियते चेत् तिसृ आदेशः विधायकसूत्रं विधायकशास्त्रं बहिरङ्गं भवति त्रेस्त्रयः इति त्रयादेशः विधायकशास्त्रं प्रति इदानीं त्रेस्त्रयः इति सप्तमाध्याये प्रथमपादे अस्ति त्रिचतुरो स्त्रियां तिसृ चतसृ तु सप्तम अध्याये द्वितीयपादे अस्ति त्रयस्त्रयः तु प्रथमाध्याये अस्ति इति त्रयादेशः विधायकशास्त्रं प्रति अतः त्रिचतुरो स्त्रियां तिसृ चतसृ इति बहिरङ्गसूत्रम् अस्ति वयं जानीमः त्रि इति तिसृ चतुर् इति चतसृ इति विभक्तिसंज्ञा प्रत्यये परे भवति इति वयं दृष्टवन्तः त्रिस्थाने इदानीं त्रयादेशः भवति त्रयादेशः अतः एव अत्र सप्त षष्टि बहुवचने त्रिस्थाने त्रया आदेशः भवति अनन्तरं नामिति नामि योजनेन त्रयाणाम् इति पदमागच्छति खलु अत्र अर्थनिमित्तिकत्वम् अस्ति त्रयादेशः कुत्र भवति त्रेस्त्रयः इत्यनेन त्रिस्थाने त्रया आदेशः भवति स्मात् स्मिन् तस्मात् रामात् रामे अस्मिन् तादृशं भवति खलु यत्र यत्र स्मिन् स्मात् भवति तादृशमेव अत्र पश्यतु न्यसि ज्ञयोः नसि इति अस्ति कुत्र नसि भवति न्यसि कुत्र भवति सप्तमी नसि कुत्र भवति चतुर्थी एकवचनम् पञ्चमे एकवचनम् अत्र एव उत्तरमस्ति अत्रैव उत्तरमस्ति स्पैडर् अत्र अस्ति चेत् ऊर्ध्वनाभिः वक्तुं शक्यते वक्तुं शक्यते चेत् अष्टपादाः सन्ति तमिळ्भाषायां एट्टुकाल् पूचि इति वक्तुं शक्यते अत्र नसि नसि ज्ञयोः अत्र नसि स्थाने एव स्मात् भवति पञ्चमी नी अस्ति नी स्थाने स्मिन् भवति अस्मिन् इति भवति खलु अत्र पश्यतु नसि ञयो स्मात् स्मिनौ इति अस्ति नी प्रति अस्य स्मिन् नी कुत्र भवति नी इति कुत्र भवति उत्तमं सप्तमी एकवचनमेव किमर्थम् अत्र क्लेशः अत्र स्मात् इति अस्ति पञ्चमे एकवचने अस्ति अत्र नी अस्ति एतत्तु सप्तमी एकवचने अस्ति अतः एव न्यसि स्थाने स्मात् न्यो स्थाने स्मिनौ स्मिन् अस्ति तादृशमेव अत्र पश्यामि चेत् त्रयस्त्रयः इति स्थाने त्रि अस्ति त्रिस्थाने त्रयादेशः भवति एतत् सूत्रं पाणिनिना उक्तं किमर्थम् एतत् आगच्छति इति न प्रष्टव्यम् एतत् सूत्रं दत्तं सूत्रेण एव त्रिस्थाने त्रया इति भवति त्रयायोजनेन एव नाम प्रत्ययम् आगच्छति नाम प्रत्ययम् आगच्छति अतः एव त्रयाणाम् इति पुल्लिङ्गपदे अस्ति अनन्तरं तिसॄणाम् इति स्त्रीलिङ्गपदे अस्ति यत्र त्रयाणां पुल्लिङ्गपदमस्ति एतदेव नपुंसकलिङ्गे अपि भवितुमर्हति वयं दृष्टवन्तः प्रथमश्रेण्यां द्वितीयश्रेण्याम् एव पुल्लिङ्गपदे नपुंसकलिङ्गपदे परिवर्तनं भवति पुल्लिङ्गे नपुंसकलिङ्गे तृतीया विभक्ति आरभ्य सर्वाणि शब्दानि सदृशमेव तुल्यतममेव इदानीं पश्यतु त्रयादेशः भवति त्रिस्थाने त्रयस्त्रयः इति सूत्रेण एतत् सूत्रं कण्ठस्थीकरणमेव अत्रैव भवति त्रिचतुरो स्त्रियाम् इत्यस्य त्रिस्थाने तिसृ चतुर्स्थाने चतसृ त्रयस्त्रयः इति स्थाने त्रयः इति स्थाने त्रया सूत्रेण भवति त्रया इति उभयत्र परनिमित्तिकत्वम् अस्ति परं कुत्र भवति परे पञ्चम्यां परे अस्ति निमित्तं पूर्वमस्ति अतः स्त्रियाम् इत्यस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत् त्रिचतुरो स्त्रियां तिसृ चतसृ इति बहिरङ्गं भवति एतत् 7-2 सप्तमे अध्याये द्वितीयपादे अस्ति त्रयस्त्रयः तु सप्तमे अध्याये प्रथमपादे अस्ति यतोहि त्रयस्त्रयः इति सूत्रे किमपि अर्थनिमित्तं नास्ति अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः त्रयादेशः तु सप्तमे अध्याये प्रथमपादे अस्ति त्रिचतुरो स्त्रियां तिसृ चतसृ तु सप्तमे अध्याये द्वितीयपादे अस्ति पूर्वत्र सिद्धम् इत्यनेन एतत् सूत्रमपि अत्र प्रसक्तिः भवति खलु एतत् परसूत्रमस्ति 7-2 7-1 पूर्वसूत्रं भवति अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशः प्राप्तिः अस्यां दशायां तिसृ आदेशस्य अभावात् तिसृ आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति तिसृ एव भवति अत्र तस्माच्च दीर्घत्वस्य निषेधकसूत्रं न तिसृ चतसृ अत्र दीर्घत्वं नास्ति त्रयः अस्ति चेत् त्रया इति दीर्घत्वं भवति त्रयस्त्रयः इति सूत्रेण खलु तिसृ इति दीर्घत्वं प्राप्तुं न शक्नुमः केन सूत्रेण न तिसृ चतसृ इत्यनेन एतत् दीर्घत्वस्य निषेधकसूत्रं न तिसृ चतसृ अत्र तिसृ एव भवति चतसृ एव भवति तिसृ चतसृ इति भवितुं न अर्हति किमर्थं त्रयस्त्रयः इति स्थाने त्रयः इति स्थाने त्रया इति भवति त्रया आदेशः भवति अतः एव त्रयाणाम् इति वयं स्वीकुर्मः तिसॄणां ह्रस्वः एव श्रूयते तिसॄणाम् इति नास्ति खलु किञ्चित् क्लेशः अस्ति वा अत्र क्लेशः अस्ति वा अनिल् महोदय महोदय एतत् पादं किं वक्तुं प्रयतते एतत् अर्थविषये अत्र वयम् अर्थविषये किम् अस्ति त्रयाणाम् इति पदमस्ति खलु एतत् अर्थमस्ति अत्र अस्तु अत्र वयं स्वीकुर्मः तादृशमेव यथा पाणिनिना उक्तं वयं स्वीकुर्मः इको एनर्जि इति शब्दविषये इको एनर्जि इति शब्दविषये अस्ति अनन्तरम् अत्र अर्थविषये तिसृ चतसृ कुत्र भवति कुत्र न भवति एतत् अर्थविषये दत्तवन्तः वयमपि एतत् विषये तादृशं स्वीकुर्मः शब्दविषये किमर्थम् अर्थमत्र तिसृ चतसृ इति अत्र किम् अस्ति त्रयः इति एव पदमस्ति शब्दमस्ति अर्थमपि अत्र त्रयः इत्युक्ते पुल्लिङ्गपदमस्ति त्रि इति नम्बर् सूचयति अर्थमत्र सूचयति परन्तु इदानीं परिवर्तनं भवति अत्र किमर्थं परिवर्तनं भवति इति सूत्रेण वयं द्रष्टुं शक्यते प्रथमसूत्रं किं त्रयस्त्रयः सूत्रं किं त्रयस्त्रयः सूत्रेण एव त्रयादेशः भवति अत्र अतः एव त्रयाणाम् इति भवति अत्र एतत् तिसॄणाम् इति न भवति न तिसृ चतसृ इति अत्र निषेधकसूत्रम् त्रयस्त्रयः इति सूत्रेण दीर्घत्वं भवति अत्र अनन्तरम् एतदपि पूर्वसूत्रम् अस्ति पूर्वसूत्रात् परसूत्रम् असिद्धं भवति इति पूर्वं दृष्टवन्तः वयं पूर्वत्र सिद्धम् इत्यनेन अतः तत्र तिसृ चतसृ त्र्यां तिसृ चतसृ इत्यस्य प्रसक्तिः नास्ति एव अत्र दीर्घत्वं भवति एतत् सूत्रेण अत्र दीर्घत्वं न भवति अर्थविशेषणम् अत्र अस्ति अर्थविषये एव अत्र सूचयति यदि च त्रयादेशस्य अनन्तरं सानिवत् भावेन सानिवत् यत्र यत्र परिवर्तनं भवति तत्र सानिवत् भवितुम् अर्हति एव षष्टि भवितुम् अर्हति एव एतत् विषये इतोपि किञ्चित् अग्रे द्रष्टुं शक्यते एव यदि त्रयादेशस्य एतत् अग्रे पठितुं शक्यते इदानीं शान्ता सुब्रह्मण्यन् अस्ति वा अस्तु अनिल् महोदय अन्तिमश्लोकं वक्तुं शक्यते वा अस्तु कोऽपि वदतु वदामि वा सहनौ भुनस्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ गुरुभ्यो नमः अत्र शब्दमञ्जरी अस्ति शब्दमञ्जरी अत्र त्रयः विषये पश्यतु एतत् बहुवचनरूपे एव अस्ति नित्य बहु बहुवचने एव इकारान्तनितून् द्विवचनमस्ति चेत् द्वि एव शब्दः. एतत् किञ्चित् एतत् विषये इतोपि पठेम, पुनरपि पठेम अग्रिमवासरे अपि. अस्तु, सर्वेभ्यः नमस्कारः. धन्यवादः.